अहंकारं बलं दर्पं कामं क्रोधं च संश्रितः मामात्मा परदेहेषु प्रद्विषन्तो भ्रसूयकः तानहं द्विषत क्रूरान् संसारेषु नराधमान् शीर्पाग्नजस्समशुभा नासूरिष्वेव योनिषु आसुधीं योनिमापन्ना मूढा जन्मनि जन्मनि मामप्राप्यैव कौन्तेय ततो यन्त्यर्धमं गतिम् त्रिविधं नरकसेदं द्वारं नाशानमात्मनः काम क्रोधस्तथा लोभ तस्मादेतत्त्वयं त्यजे एतिर्विमुक्त कौन्तेय तमोद्वारे स्त्रिभिर्नरः आचरत्यात्मन श्रेयः ततो याति परं गतिम् यशास्त्रविधिमुत्सृज्य वर्तते कामकारतः न स सिद्धिर्ममाप्नोति न सुखं न परं गतिम् तस्मच्छास्त्रं प्रमाणं ते कार्याकार्या व्यवस्थितो त्यक्त्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि।